पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 5 शिवशर्मोवाच तपसा दमशौचाभ्यां गुरुशुश्रूषया तथा भक्त्याभावेन तुष्टोऽस्मि तवाद्य च सुपुत्रक त्यजामि वैकृतं रूपं मत्तत्सुखमवाप्नुहि एवमुक्त्वा सुतं विप्रो दर्शयामास तां तनुं यथा पूर्वं स्थितौ तौ दु तथा स दृष्टवान् गुरु दीप्तिमन्तौ महात्मानौ सूर्यबिम्बोपमावुभौ ननामपादौ सद्भक्र्या उभयोस्तु महात्मनोः ततसुदं समामन्द्र्य हर्षेण महदान्विदः विष्णो प्रसादाद्धर्मात्मा भार्यया सह केशवं जगाम निजपुण्यैश्च योगाभ्यासेन सत्तमः प्रविष्टो वैष्णवं धाम समुनिर्दुर्लभं पदं न त्वन्यै प्राप्यते पुण्यैस्तपोभिर्मुक्तिदं पदम् विष्णोस्तु चिन्तनैर्न्यासध्यानज्ञानैस्तवैस्तथा न दानैस्तीर्थयात्राभिर्दृश्यते मधुसूदनः समाधिज्ञानयोगेन दृश्यते परमं पदं महायोगैर्यथा विप्रप्रविष्ठो वैष्णवीं तनुं सुद उवाच ततस्तत्र तपस्तेपे सोमशर्मा महाद्युदिः अश्मलोष्ठसमं मेने काञ्चनं भूषणं पुनः जिदाहारः स धर्मात्मा निद्रया परिवर्जितः स सर्वान्विषयां त्यक्त्वा एकान्तमपि सेवते योगासनसमारूढो निराशो निःपरिग्रहः तस्य वेला सुसम्प्राप्ता मृत्युकालस्य वै तदा आगता दानवा विप्रं सोम शर्माणमन्दिके मृत्युकाले तु सम्प्राप्ते प्राणयात्रा प्रवर्तिनः शालिग्रामे महाक्षेत्रे ऋषीणां मानवर्धने केचिद्वदन्ति वै दैत्या केचिद्वदन्ति दानवाः एवंविधो महाशब्दकर्णरन्ध्रं गतस्तदा तस्यैव विप्रवर्यस्य सुचिरात् सोमशर्मणः ज्ञानध्यानविलग्नस्य प्रविष्टं दैत्यजं भयं तेन ध्यानेन तस्यापि दैत्यभीत्यैव वै तदा सत्वरं चैव तत्प्राणा गदास्तस्य महात्मनः दैत्यभयेन संयुक्तः स हि मृत्युवशङ्गदः तस्माद्दैत्यगृहे जादो हिरण्यकशिपोस्सुतः देवासुरे महायुद्धे निकतश्चक्रपाणिना युध्यमानेन तेनापि प्रह्लादेन महात्मना सुदृष्टं वासुदेवत्वं विश्वरूपसमन्वितं योगाभ्यासेन पूर्वेण ज्ञानमासीन्महात्मनः सस्मारपूर्वकं सर्वं चरितं शिवशर्मणः प्रागकं सोमशर्माख्यप्रविष्टो दानवीं तनुम् अस्मात् कायात् कदा पुण्यं केवलं धाम उत्तमम् प्रयास्यामि महापुण्यैर्ज्ञानाख्यैर्मोक्षदायकम् समरे म्रियमाणेन प्रह्लादेन महात्मना एवं चिन्ता कृता पूर्वं श्रूयतां द्विजसत्तमाः एवं तुजसमाख्यातं सर्वसन्देहनाशनम् सूत उवाच प्रह्लादे निहदे सङ्घे देवदेवेन चक्रिणा रुरुदे कमला साधुहतपुत्रा च कामिनी प्रह्लादस्य तु यामादा हिरण्यकशिपोः प्रिया प्रह्लादस्य महाशोकैर्दिवारात्रौ प्रशोचति पतिव्रता महाभागा कमला नाम तत्प्रिया रोदमानां दिवारात्रौ नारदस्तामुवाचः मा शुचस्त्वं महाभागे पुत्रार्थं पुण्यभागिनि निहदो वासुदेवेन तव पुत्रः समेष्यति भूयस्वलक्षणोपेदत्वत्सुतश्च महामतिः प्रह्लादेति च वै नाम पुनरस्य भविष्यति विहीनश्चासुरैर्भावैर्देवत्वेन समन्वितः इन्द्रत्वे मोददे भद्रे सर्वदेवैर्नमस्कृतः सुखी भव महाभागे तेन पुत्रेण वै सदा न प्रकाश्या त्वया देवि सुवार्तेयं च कस्यचिद् कर्तव्यमज्ञानभावै सुगोप्यं कुरु त्वं सदा एवमुक्त्वा गदो विप्रो नारदो मुनिसत्तमः कमलायाश्चोदरे दु जन्मास्यानुत्तमं पुनः प्रह्लादेति च वै नाम तस्याख्यानं महात्मनः बाल्यं भावं गदो विप्राः कृष्णमेव व्यचिन्तयद नरसिंहप्रसादेन देवराजो भवेद् दिवि देवत्वं लभ्य चैवासा वैन्द्रं पदमनुत्तमम् मोक्षं यास्यति ज्ञानात्मा वैष्णवं धाम चोत्तमम् असङ्ख्यादा महाभागा सृष्टेर्भावा ह्यनेकशः मोह एवं न कर्तव्यो ज्ञानवद्भिर्महात्मभिः एतद्वत् सर्वमाख्यातं यथा पृष्टं द्विजोत्तमाः अन्यं पृच्छमहाभागसन्देहं ते भिनद्म्यहं विजयं देवतानां तु दानवानां महत्क्षयं कृतं हि देवदेवेन स्थापितं भुवनत्रयं ऋषय ऊचुः इन्द्रत्वं कस्य संजातं देवानां शब्दधारकं केन दत्तं त्वमाचक्ष्व विस्तराद्विजसत्तम सूत उवाच विस्तरेण प्रवक्ष्यामि इन्द्रत्वे येन सत्त्वतः प्राप्त एष महाभागो यथा पुण्यतमेन च अदेषु तेषु दैत्येषु नमस्तेषु महाकवे अधिनष्टेषु पापेषु गोविन्देन महात्मना ततो देवा सगन्धर्वानागा विद्याधरास्तथा सम्प्रोजुर्माधवं सर्वे बद्धप्राञ्जलयस्ततः भगवन् देवदेवेश हृषीकेश नमोऽस्तु ते विज्ञापया महे त्वां वै तत्सर्वमवधार्यताम् शास्ता गोप्ता च पुण्यात्मा अस्माकं कुरु केशव राजानं पुण्यधर्माणं त्वमिन्द्रं लोकशासनम् त्रैलोक्यस्य प्रजादेवयमाश्रित्य सुखं लभेद वासुदेव उवाच मम लोके महाभागा वैष्णवेन समन्वितः तेजसा ब्राह्मणश्रेष्ठश्चिरकालं निवासितः तस्य कालप्रपूर्णश्च मम लोके महात्मनः वसतस्तस्य विप्रस्य मद्भक्तस्य सुरोत्तमः तेजसा वैष्णवेनैव भवतां पालको हि सः भविष्यदि स धर्मात्मा स जद्धर्मानुरञ्जकं पालको धारकश्चैव स जब्राह्मणसत्तमः भविष्यदि स धर्मात्मा भवतां त्राणकारणाद् आदित्यास्तनयश्चैव सुव्रताख्यो महामनाः महाबलो महावीर्यः स व इन्द्रो भविष्यति सूत उवाच एवं वरान् स देवेशो दत्त्वा देवेभ्य उत्तमं देवा विजयिनः सर्वे विष्णुना सहसत्तमाः कश्यपं पितरं द्रष्टुं मातरं च ततो गदाः प्रणेमुस्ते महात्मान उभावेदौ सुखासनौ ऊजुः प्राञ्जलयः सर्वे हर्षेण महदान्विदाः युवयोश्च प्रसादेन देवत्वं हि गदा वयम् हर्षेण महदा विष्टो देवान्वाक्यमुवाच सः कश्यप उवाच यूयं वै सत्यधर्मेण वर्तमानात् सदैव हि आवयोश्च प्रसादेन तपसश्च प्रभावतः प्राप्तवन्दो भवं तस्तु देवत्वं चाक्षयं पदं वरमेव ददाम्येषां बहुप्रीतिसमन्विताः अमरा निर्जराश्चैव अक्षयाश्च भविष्यथ सर्वकामसमृद्धार्था सर्वसिद्धिसमन्विताः देवानागाश्च गन्धर्वा मत्प्रसादान् महासुराः विष्णुरुवाच वरं वरय भद्रं ते देव मादर्यशस्विनि मनसा चेप्सिदं सर्वं तत्ते दत्मि सुनिश्चितम् अदितिरुवाच पूर्वं पुत्रवती भूता प्रसादात् तव माधव अमरा निर्जरा सर्वे अक्षया पुण्यवत्सलाः अमी पुत्रा मया लब्धा श्रूयतां मधुसूदन सुतरां त्वं च गोविन्द सर्वकामसमृद्धिदः मम गर्भे वत्संश्चैव भवांश्च मम नन्दनः त्वया पुत्रेण नित्यं च यथा नन्दामि केशव एवं महोदयं नाथ पूरयस्व मनोरथं वासुदेव उवाच भवत्या देवकार्यार्थं गन्तव्यं मानुषीं तनुं तदाहं तव गर्भे वै वासं यास्यामि निश्चितम् युगे द्वादशके प्राप्ते भूभारहरणाय वै जमदग्निसुतो देवि रामो नाम द्विजोत्तमः प्रतापतेजसा युक्तः सर्वक्षत्रवधाय च तव पुत्रो भविष्यामि सर्वशस्त्रभृदां वरः सप्तविंशतिके प्राप्ते त्रेदाख्येदु तथा युगे रामो नाम भविष्यामि तव पुत्रः पतिव्रते पुनः पुत्रो भविष्यामि तवैव शृणु पुण्यधेः अष्टाविंशतिके प्राप्ते द्वापरान्ते युगे तदा सर्वदैत्यविनाशार्थे भूभारहरणाय च वासुदेवाख्यस्ते पुत्रो भविष्यामि न संशयः इदानीं कुरु कल्याणिमद्वाक्यं धर्मसंयुधं सर्वलक्षणसम्पन्नं सत्यधर्मसमन्वितं सर्वज्ञं सर्वदे देवि पुत्रमुत्पाद्य सुन्दरम् इन्द्रत्वं तस्य दास्यामि इन्द्रसोऽपि भविष्यति एवं सम्भाषितं श्रुत्वा महाहर्षसमन्विता देवदेवप्रसादेन इन्द्रपुत्रो भविष्यति एवमस्तु महाभाग तव वाक्यं करोम्यहम् तदस्ता देवता सर्वा जग्मुस्वस्थानमेव हि हरिणा सहदे सर्वे निरातङ्का मुदान्विताः सूत उवाच अदिदिकश्यपं प्राहृदुं प्राप्य मनस्विनी भगवन्दीयदां पुत्रः सुरेन्द्र पदभोजकः चिन्तयित्वा क्षणं विप्रस्तामुवाच मनस्विनीम् एवमस्तु महाभागे तव पुत्रो भविष्यति श्रैलोक्यस्यापि कर्ता सा यज्ञभोक्ता स एव च तस्या शिरसि सन्यस्य स्वहस्तं च द्विजोत्तमः तपश्चचार तेजस्वी सत्यधर्मसमन्वितः सुव्रतो नाम तेजस्वी विष्णुलोके वसेत् सदा तस्य पुण्यक्षये जाते विष्णुलोकाद्विजोत्तमाः पदनं कर्म वशतस्ततस्तस्य द्विजोत्तमः पुण्यगर्भं गतो विप्र आदित्यास्तु महात्तपाः इन्द्रत्वं भोक्तु कामार्थं सत्यपुण्येन कर्मणा गर्भं दधार सा देवी पुण्येन तपसा किल तपस्तेपे निरालस्य वनवासं गदा सती दिव्यं वर्षशतं यादं तपं त्यां देवमातरि तपं त्यथ तपस्तीव्रं दुष्करं देवतासुरैः ततः सा तपसा तेन तेजसा च प्रभान्विता सूर्यतेजः प्रतीकाशा द्वितीय इव भास्करः शुशुभे सा यदा दीप्ता परमं ध्यानमास्थिता रूपेणाधिकदां यादा तपसस्तेजसा तदा तपोध्यानपरा सा च वायुभक्षा तपस्विनी अधिकं शुशुभे देवी दक्षस्य तनया तदा सिद्धाश्च ऋषयः सर्वे देवाश्चापि महौजसः स्तुवन्ति तां महाभागां रक्षन्ति च सुतत्पराः पूर्णे वर्षशदे तस्य विष्णुस्तत्र समागतः तामुवाच महाभागामदिदिं तपसान्विताम् देवि गर्भः सुसम्पूर्णसुदि कालप्रवर्तते तवैव तपसा पुष्टस्तेजसा च प्रवर्धितः अद्यैव गर्भमेदं त्वं मुञ्ज मुञ्ज यशस्विनि एवमाभाष्य देवेश स जगामस्वकं गृहम् असूत्रपुत्रं सा देवी काले प्राप्ते महोदये सा पुत्रं दीप्तिसंयुक्तं द्वितीयमिव भास्करम् सुभगं चारु सर्वाङ्गं सर्वलक्षणसंयुतम् चतुर्बाहुं महाकायं लोकपालं सुरेश्वरं तेजोज्ज्वाला समाकीर्णं चक्रपद्मसुहस्तकं चन्द्रबिम्बानुकारेण वदनेन महामतिः राजमानं महाप्राज्ञं तेजसा वैष्णवेन च अन्यैश्च लक्षणैर्दिव्यैर्दिव्यभावैरलङ्कृतं सर्वलक्षणसम्पूर्णं चन्द्रास्यं कमलेक्षणं आजग्मुस्ते त्रयो देवा ऋषयो वेदपारगाः गन्धर्वाश्च ततो नागा सिद्धा विद्याधरास्तथा ऋषयः सप्त ते दिव्या पूर्वापरमहौजसः अन्ये च मुनयः पुण्या पुण्यमङ्गलदायिनः आजग्मुस्ते महात्मानो हर्षनिर्भरमानसाः तस्मिन् जादे महाभागे भगवन्तो महौजसि आजग्मुर्देवता सर्वे पर्वतास्तु तपस्विनः क्षीराद्याः सागराः सर्वे नद्यश्चैव तथा मलाः प्रीतिमन्दस्ततः सर्वे ये चान्ये हि चराचराः मङ्गलैस्तु महोत्साहं चक्रुः सर्वे सुरेश्वराः न नृतुश्चाप्सरा सङ्घा गन्धर्वा ललितं जगुः वेदमन्त्रैस्तदो देवा ब्राह्मणा वेदपारकाः स्तुवन्ति तं महात्मानं सुदं वै कश्यपस्य च ब्रह्मा विष्णुश्च रुद्रश्च वेदाश्चैव समागताः साङ्गोपाङ्गैश्च संयुक्तास्तस्मिन् जादे महौजसि त्रैलोक्ये यानि सत्त्वानि पुण्ययुक्तानि सत्तमा समागतानि तत्रैव तस्मिन् जादे महौजसि मङ्गलं चक्रिरे सर्वे गीतपुण्यैर्महोत्सवैः हर्षेण निर्भरा सर्वे पूजयन्तो महौजसः ब्रह्माद्याश्च त्रयो देवा कश्यपोऽध बृहस्पतिः चक्रिरे नामकर्माणि तस्यैव हि महात्मनः वसुदत्तेदि विख्यातो वसुदेदि पुनस्तव आखण्डलेदि तन्नाम मरुत्वान्नामदे पुनः मघवांश्च बिडौ जास्त्वं पागशासन इत्यपि शक्रश्चैव हि विख्यात इन्द्रश्चैवेदि ते सुदः इत्येतानि जनामानि तस्यैव च महात्मनः चक्रुश्च देवता सर्वाः सन्तुष्टा हृष्टमानसाः स्नानं तु कारयामासुः संस्काराणि महासुरः विश्वकर्माणमाहूय ददुराभरणानि च तानि पुण्यानि दिव्यानि तस्मै ते दु महात्मने जादे तस्मिन् महाभागे देवराजे महात्मनि एवं मुदं ततः प्रापुः सर्वे देवा महौजसः पुण्ये तीर्थौ तथा ऋक्षे सुमुहूर्ते महात्मभिः इन्द्रत्वे स्थापितो देवैरभिषिक्तः सुमङ्गलैः प्राप्तमैन्द्रप्रदं तेन प्रसादात् तस्य चक्रिणः तपश्चकार तेजस्वी वसु दत्तः सुरेश्वरः उग्रेण तेजसा युक्तो वज्रपाशाङ्कुशायुधः सूत उवाच उग्रं समस्तं तमसप्रभावं विलोक्य शुक्रो निजगादगाधां लोकेषु कोऽन्येन भविष्यतीति यथा हि चायं च सुदर्शनीयः विष्णो प्रसादान्न परो महात्मा सम्प्राप्तमैश्वर्यमिहैव दिव्यम् अनेन तुल्यो न भविष्यतीति लोकेषु चान्यस्तपसोग्रवीर्यः इति श्रीपद्मपुराणे भूमिखण्डे देवासुरे इन्द्राभिषेको नाम पञ्चमोऽध्यायः ॐ